नमस्कारः. पाणिनीयव्याकरणवर्गे स्वागतं. प्रेरणार्थेणि हलन्तदातवः, विशेषहलन्तदातवः इति पाठः. तत्र अन्तिमभागे स्मः. तत्र स्थानिवदादेशो अनल्विधौ इति गतसप्ताहे दृष्टवन्तः. तद् अद्य पूरयामः. एकबिन्दु आसीत् तद् पठनीयं. तत् पूरयामः. तत्र वयं किं दृष्टवन्तः इत्युक्ते, एकवर्ण आश्रितानि कार्याणि विहाय अन्येषु स्थानि आश्रयेषु कार्येषु आदेशः स्थानिवत् भवति. तत्र एव वयं उदाहरणानि दृष्टवन्तः. तत्र अनल् आश्रितगुणधर्माः कुत्र कुत्र अतिदिश्यन्ते इति, धातुः स्थाने विहितः आदेशः धातुवत् भवति इति प्रथमम् आसीत्. धातुत्वम् अङ्गत्वम् इत्युक्ते अङ्गस्य स्थाने विहितः आदेशः अङ्गवत् भवति. कृत् प्रत्ययत्वं कृत् प्रत्ययस्थाने विहितः आदेशः कृत् प्रत्ययवत् भवति. तदेव अस्माकं ल्यबन्तस्य उदाहरणमासीत्. अनन्तरं तत्र तदितप्रत्ययः समानरीत्या, यदा कृत् प्रत्ययः समानरीत्या तदितप्रत्ययः अपि, तस्य स्थाने विहितः आदेशः तद्धितवत् भवति. अव्ययत्वम् इत्युक्ते तत्र यदा वयं तत्र अव्ययस्य स्थाने यद् आदेशः विहितः भवति तदपि अव्ययत्वं स्वीकरोति इत्येव. तदेव स्वान्तस्य उदाहरणं. तत्र यदा ल्यबन्तं भवति, स्वान्तः तु अव्ययम्, ल्यबन्तः अपि अव्ययं वा इति प्रश्नः अस्ति चेत् आम्, तदपि अव्ययम्, आदेशः अव्ययस्य स्थाने विहितः अतः अव्ययवत् भवति इति. सुप्रत्ययत्वं, तत्र सुप्रत्ययस्य स्थाने विहितः आदेशः अपि सुप्रत्ययः इव भवति, समानरीत्या भवति. अग्रिमम् अस्ति तिङ् प्रत्ययः. तत्र एव वयं द्विष् धातुः, आत्मनेपदिधातुः तत्र दृष्टवन्तः. तत्र अद्विषम् इति, तत्र अम् तस्य समीपां तान्तं तामः इत्यनेन अम् स्थाने मित् स्थाने अम् आदेशः. इदानीं तस्य गुणप्रसक्ति क्षम्यतां पकारः शप् प्रसक्तित्वम् अस्ति वा इति प्रश्नः. तत्र आम् अस्ति इत्येव तत्र उत्तरं. तत्र कर्तरी शप् साधुधातुकप्रत्यये परे कर्तरी शप् अधिप्रभृतिभ्यः इत्यनेन शपः खलु. अनन्तरं सार्वधातुकप्रत्ययः निमित्तीकृत्य तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः भूत्वा द्वेष् इति भवति. किमर्थम् इत्युक्ते, इदानीं तिङ् प्रत्ययस्य स्थाने विहितः आदेशः तिङ् प्रत्ययवत् भवति. अनन्तरं पदत्वं, तदेव अन्तिमम् आसीत्. तत्र यदा पदस्य स्थाने किमपि आदेशः विहितः भवति, कोऽपि आदेशः विहितः भवति चेत् तदपि पदत्वं पदवत् भवति. तद् युष्माकम् इति एकम् उदाहरणमासीत्. तत्रापि तत्र पदसंज्ञा अस्ति एव, पदस्य स्थाने विहितः अतः पदसंज्ञा अस्ति एव इति अष्टविध अनलाश्रितविधिः दृष्टवन्तः. अल् आश्रितेषु किं भवति, कुत्र न अतिदिश्यन्ते स्थानिनः अल् आश्रितगुणधर्माः आदेशे न एव अतिदिश्यन्ते इति. तत्र किम् अस्ति इत्युक्ते, अल् आश्रितेन गुणधर्मेण तस्मिन्नेव स्थाने विधिः भवति चेत् स्थानिवद्भावः न भवति इति प्रथमम् उदाहरणम् आसीत्. तत्र किं द्विव्योगः भ्याम् इति तृतीय विभक्ति विवक्षायां तृतीया द्विवचनं. तत्र किं भवति, बकारस्य स्थाने दिवौ इत्यनेन उकार आदेशः भवति. इदानीं तत्र बकारत्वं, बकारस्य बकारत्वम् उकारे नैव अतिदिश्यते. इदानीम् उकारः अपि बकारत्वम् अस्ति वा इत्युक्ते न. यदा अस्ति चेत् तत्र लोपो व्योर्बली इत्यनेन तत्र उकारस्य लोपः भवति स्म, परन्तु तादृशं किमपि न जातः. किमर्थम् इत्युक्ते, अल् आश्रितः गुणधर्मः तस्मिन्नेव स्थाने विधिः भवति चेत् इत्युक्ते वकारस्य स्थाने उकारः तस्मिन्नेव स्थाने विधिः भवति चेत् तत्र स्थानिकद्भावः न दृश्यते. द्वितीयमासीत् परहविधिः. परहविधिः अस्ति चेत् तत्रापि स्थानिवद्भावः, अल् आश्रितः परहविधिः द्वयमपि. तत्रापि स्थानिवद्भावः न दृश्यते. तत्र उदाहरणमासीत् पथिन् इति शब्दः, तत्र सकारस्य स्थाने एव आसीत् किल. तदेव एकवारं पठामः, तद् इतोपि एकमासीत् वयं तदेव एकवारं पठामः. रघुपतिमहोदय पठति वा पथिन् इत्यत्र? अलाश्रितेन गुणधर्मेण स्थानिना परः विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते. पतिं शब्दस्य प्रथम एकवचनस्य प्रक्रियायां पति भुक्षामात् पति मतृ भुक्षामात् इत्यनेन नकारस्य आकारादेशे कृते नकारस्य हलन्तत्वम् आकारे न अतिदिश्यते. अतः हल्ग्याभ्यो दीर्घासूतिप्रुक्तं हल् इत्यनेन सुप्रत्ययसल्लोपः नैव सम्भवति. अतः पतिनियोग सु इति इदानीं पतिमतृभुक्ष्णाभुक्षामात् इत्यनेन तत्र नकारस्य स्थाने आत्मम् इत्यनेन नकारस्य आकारादेशः. अत्र आदेशे कृते नकारस्य हलन्तत्वम् आकारे नैव अतिदिश्यते. अतः हल्ग्याभ्यो दीर्घा सूपित्य कृतं हल् इत्यनेन सूप्रत्ययस्य लोपः अपि नैव सम्भवति. अत्र नकारस्य स्थाने आकारादेशः, तत्र स्थानिनः परः इदानीं स्थानिनः परः भवति स्थानि अस्ति सूप्रत्ययस्य लोपः न भवति. इदानीं तत्र इति भवति स्म, परन्तु न भवति. किमर्थम् इति तत्र हलन्तत्वं अलक्षितगुणधर्मः अस्ति, तद् न भवति. स्थानिवद्भावः तत्र न दृश्यते. अतः हठयोग आयोग सु इति अस्ति. इदानीम् इतः अर्थ तत्र सरणामस्थाने इत्यनेन इकारस्य आकारादेशः. अत्र अतः पत् इदानीं पथ अति अत्र सरणामस्थाने इत्यनेन इकारस्य आकारादेशः अस्ति. किं भवति अत्र पथ योग अस्ति पति इति अस्ति पति तत्र अकारः भवति. पथयोग आयोग सु इति अस्ति इकारस्य आकारादेशः. इदानीं सोन्तः इत्यनेन सकारस्य सः आदेशः. तत्र पन्थ युग आयुग आ इदानीं तत्र पन्ताः इति सवर्णदिग्सन्धि कृत्वा पन्ताः इति एकवचनरूपं पति भवति. अतः परः अपि तत्र विधिः परविधिः अस्ति, तदापि स्थानिवद्भावः अत्र न भवति. नकारस्य तु यदा आकार आदेशः भवति तत्र वयं नकारत्वम् इति न स्वीकुर्मः. परः विधिः इति अन्यविषयः, परः विधिः अपि न भवति, अल्लाश्रितपरविधिः अपि न भवति इत्येव. तस्मिन् स्थाने अपि न भवति, परः विधिः अपि न भवति, पूर्वम् अपि विधिः न भवति इत्येव. समीचीनम् अस्तु महोदय, धन्यवादः. अरुणा भगिनी तृतीयं पठति वा? आं भगिनि. अलः आश्रितेन गुणधर्मेण स्थानिनः पूर्वं विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते. उदाहरणमस्ति यज् धातोः ता प्रत्ययपरे तिष्ठ इति रूपस्य सिद्धौ वाचि स्वपि यजादीनां चिति इत्यनेन सूत्रेण यकारस्य सम्प्रसारणे कृते इकारादेशो सिद्धे. यकारस्य यकारत्वम् इकारे न एव अतिदृश्यते. अतः राम योगसु योगः इष्टः इत्यत्र सुप्रत्ययस्य रेफादेशकृते तस्य यकारनिमित्तकः उकारादेशः न सम्भवति. पठामि भगिनि उदाहरणं तदनन्तरं. रामः योगसु सुबन्त प्रथमविभक्ति एकवचनप्रत्ययः योगः इष्टः. अत्र इष्टशब्दस्य इकारे यज् धातोः यकारजत्वं न अतिदिश्यते, अतः इष्ट इति शब्दः यकारादि न स्वीक्रियते. रामयोगः सुस्थाने रेफ आगच्छतु योग इष्टः असदशोरुः इति सूत्रेण राम इष्टः भो भगो अघो अपूर्वश्च यो अशि इति यकार आदेशः. यदि इष्टः इति शब्दे यकारादित्वम् अभविष्यत् तर्हि अत्र अशिचा इत्यनेन उकार आदेशो भविष्यत्. राम इष्टः लोपः साकल्यस्य इति सूत्रेण. ओके भगिनि, अत्र अन्य सूत्रविषयम् दत्तम्. अल् आश्रित गुणेन गुणधर्मेण स्थानिनः पूर्वं विधिः भवति चेत् तत्र स्थानवद्भावः न दृश्यते. उदाहरणं यज् धातु विषये, यज् धातु ताप्रत्यययोजनेन इष्ट इति रूपं भवति. केन सूत्रेण चेत् क्वचि स्वपि यजादीनां इति सूत्रेण यकार कथम् इकार आगच्छति चेत् सम्प्रसारणे इति कृते इकारादेशो सिद्धे. यकारस्य यकारत्वम् इकारे न एव अतिदिश्यति. अत्र अल् कार्यमस्ति, ततः इकार यकारयोः मध्ये इकारस्थाने ई स्थाने यकार अतिदिश्यति, न क्रियते, आरोपितं न कर्तुं शक्नुमः. अधुना एकं वाक्यं प्रक्रिया अस्ति. रामयोगः सु योगः इष्टः आदिप्रजातम पुनः वदन्ति इष्ट इति यज् धातुतः आगच्छति तापत्ययार्थरूपम् इष्टः. तदनौ रामयोगः रुस्थाने तसजशो रुः इति सूत्रेण सकारस्थाने रेफ आगच्छति. तदनन्तरं भो भगो अघो अपूर्वस्य योषि इति सूत्रेण यकार आदेशः भवति. परन्तु इष्ट इति शब्दे यकारादित्वम् अभविष्यत्. तर्हि अत्र हसिच इति सूत्रेण उकार आदेशो अभविष्यत्. कत्र इष्ट किमत्रं यकार आदेशः भवति भगिनि? तत्र यदा यज् इति आसीत् किल प्रथमं, यदा यज् इत्यस्य स्थाने एव इकारः, यकारस्य स्थाने इकारः आदेशः, वचिष्वपि यजादीनां किति इत्यनेन वयं स्थानिवद्भावः इत्युक्ते किं वदामः, इकारः यकारः वा यकारवत् इति वदामः किल. यदा वयं तादृशं स्वीकुर्मः चेत् तत्र किं भवति इत्युक्ते तत्र भो भगो अपूर्वस्य योषि न भवति, हसि च इत्यनेन उकारादेशः भवति, रामो इष्टः इति आगच्छति. अधुना कार्यं इष्ट प्रत्यय अल्विधिः न, केवलम् अन्य पदस्य करणम् अवगतं. रामय योगः इष्ट इष्टः, तदनन्तरं हसि च इति सूत्रेण उकार आदेशः, लोपः साकल्यस्य सूत्रेण राम उकारलोपः भवति, राम इष्टः इति रूपं निष्पन्नं भवति. तत्र भो भगो अपूर्वस्य योषि इत्यनेन एव यकार आदेशः भवति, तदेव सत्यं. प्रथमबिन्दुः सत्यं, द्वितीयं यदि इति अस्ति चेत्, यदि इति पदमस्ति सम्भावना, यदि इष्टः इति शब्दे यकारादित्वम् आरोपितं चेत् तदा हसि च इत्यनेन उकारादेशः अभविष्यत्. आगतं भगिनि, यकारस्थाने यकार न तादृशं वयं तत्र आरोपं कुर्मः चेत् नाट् पासिबल्, if we assume like that iti abhavishyat iti lakarah bhinna akila stanivat na bhavati stanivat na bhavati kimartam allashrita vidhi allashrita vidhi adah stanivat na svikurmah कुर्मः चेत् तत्र हसि च इत्यस्य सम्भावना हसि च भवति भोभगो अपूर्वस्य योषि न भवति परन्तु वयं तु तद् न इच्छामः किल हसि च न मा भूत् भोभगो अपूर्वस्य योषि इत्यनेन एव यकारादेशः आवश्यकः राम इष्टः इति रूपं साधयितुम् अवगतं किल सो द फस्ट् पार्ट् इस् रैट् द्वितीयबिन्दुः तद् सम्भावना तादृशं भवेत् इति वदति यकारादित्वम् इति स्वीकुर्मः चेत् स्थानिवद्भावः इति स्वीकुर्मः चेत् हसि च इति भवति परन्तु इदानीं न भो भगो अपूर्वस्य योषि इत्यनेन यकारादेशः एव अवगतम् तदेव द्वितीयबिन्दुः धन्यवादः भगिनी उषा भगिनी अन्तिमबिन्दुः आं भगिनि अल् आश्रितेन गुणधर्मेण निमित्तकः विधिः कुत्रचित् अन्यत्र भवति अल् आश्रितेन गुणधर्मेण निमित्तकः निमित्तकः विधिः कुत्रचित् अन्यत्र भवति चेत् तत्र स्थानिवद्भावः न दृश्यते ओके व्यूढम् उरः अस्य अस्मिन् अर्थे उरस् शब्दस्य उरप्रभृतिभ्यः खप् इत्यनेन खप् प्रत्यये कृते व्यूढो रस्कः अयं शब्दः सिद्ध्यति ओके उरस् शब्दस्य कृते उरप्रभृतिभ्यः कप् इत्यनेन कप् प्रत्ययः ओके अस्यां प्रक्रियायां व्यूढयोगः उरस् योगः कप् व्यूढम् उरः अस्य अस्मिन् ओके व्यूढं व्यूढयोगः उरस् योगः कप् ओके इति स्थिते आदौ सकारस्य विसर्गः भवति ओके अग्रे व्यूढयोगः उरः उरस् इति कृते उरः योगः कप् क इत्यत्र विसर्जनीयस्य सः इत्यनेन विसर्गस्य सकारादेशः प्राप्ते तस्य अपवादत्वेन कुप्पोः अक अप्पौ च इत्यनेन विसर्गस्य जिह्वामूल्यप्राप्ते विसर्गस्य जिह्वामूल्ये प्राप्ते तस्य अपि अपवादत्वेन सोपदादौ इत्यनेन विसर्गस्य सकारः विधीयते अस्मिन् आदेशे कृते उरः इत्यस्य विसर्ग अन्तत्वम् अयं गुणधर्मः उरस् इत्यत्र न स्वीक्रियते यदि तादृशं क्रियते तर्हि व्यूढो रस्केन इत्यत्र सकारस्य विसर्गानुगुणम् अट् प्रत्याहारत्वं स्वीकृत्य अट्कुप् आङ्नुं व्यवाये अपि इत्यनेन णत्वम् अभविष्यत् परन्तु अत्र स्थानिवद्भावः न विधीयते अतः अत्र णत्वमपि न क्रियते प्रयत्नं करोमि भगिनि ओके व्यूढम् उरः इति कृते उरस् शब्दस्य उरप्रभृतिभ्यः कप् इत्यनेन ओके सो व्यूढयोगः उरस् योगः कप् इति भवति ओके व्यूढयोगः उरस् योगः कप् इति स्थिते ओके ससजुषोरुः उरः देन् ससजुषोरुः अन्देन् ससजुषोरुः अन्देन् करवसानयो विसर्जनीयः अन्देन् विसर्जनीयस्य सः ककारः इति खर् परः अस्ति करवसानयो विसर्जनीयः विसर्जनीयस्य सः आं भगिनि विसर्जनीयस्य सः इत्यनेन विसर्गस्य सकार आदेशः प्राप्ति. ओके, सो व्यूढयोगः उरस् योगः क. ओके, विसर्जनीयस्य सः इति कृते कुप्फो कप्पौ च अक्खौ अप्पौ च इत्यनेन विसर्गस्य जिह्वामूल्ये परे. सो ओके, जिह्वामूल्ये परे ककारः परः अस्ति, जिह्वामूल्यं भवति. सो कुप्फो कप्पौ च इत्यनेन तस्यापि अपवादत्वेन सोपदादौ इत्यनेन विसर्गस्य सकारः विधीयते. सोपदादौ सोपदादौ सकारः अप्पदात् आदौ अप्पदात् आदौ इत्यनेन विसर्गस्य सकारः विधीयते. विसर्ग कुप्पो कप्पौ च इत्यनेन विसर्गः भवति जिह्वामूल्ये प्राप्ते. ओके, अण्ड् देन् सोपदादौ इत्यनेन विसर्गस्य सकारः विधीयते. ओके, अस्मिन् आदेशे कृते सोपदादौ इत्यनेन विसर्गस्य सकारः विधीयते. सो उरः इति कृते उरस् इत्यस्य विसर्ग अन्तत्वम् अयं गुणधर्मः उरस् इत्यत्र न स्वीक्रियते. यदि तादृशं क्रियेत तर्हि व्यूडोरस्केन इत्यत्र सकारस्य व्यूडोरस्केन व्यूढः ऊरः ओ ऊरः व्यूढो ऊ इति ओकारः भवति. ओके, उरस् सकारः दृश्यते इत्यत्र सकारस्य अट् प्रत्याहारत्वं स्वीकृत्य अट्कुप् आङ्नुं व्यवाये अपि ओके व्यूडोरस्केन णत्वम् ओके अट्कुप् आङ्नुं व्यवाये अपि इत्यनेन णत्वम् अभविष्यत्. व्यूडोरस्केन इति तृतीयान्तपदेन अत्र केन व्यूडोरस्केन नकारः पदान्तत्वं परन्तु अकारः नकारस्य परः अस्ति परन्तु अत्र स्थानिवद्भावः न विधीयते. अट्कुप्वाङ्नुं व्यवाये अपि इत्यनेन णत्वम् अभविष्यत्. ओके, नकारः णकारः भवितुं वा इति कृते इति प्रश्नस्य कृते नकारः णत्वम् अभविष्यत् अट् प्रत्याहारत्वं स्वीकृत्य. सो रकारस्य परः अकारः सकारः ककार एकारः ककारः एकारः अट् कुप् ओके अण्ड् देन् सकारः अट् नास्ति कुप् नास्ति पू नास्ति नत्वम् अभविष्यत्. सो नत्वं भवति भगिनि व्यूडोरस्केन इत्यत्र सकारस्य अट् प्रत्याहारत्वं स्वीकृत्य अट्कुप् आङ्नुं व्यवाये अपि इत्यनेन णत्वम् अभविष्यत् परन्तु अत्र स्थानिवद्भावः न विधीयते अत्र णत्वम् अपि न क्रियते. ओके, सो इफ् उरः इत्यस्य विसर्ग अन्तत्वम् अयं गुणधर्मः उरस् इत्यत्र न स्वीक्रियते. सो उरस् इति भवति बट् विसर्गः इति चेत् उरस् सकारस्य स्थाने विसर्गः इति स्वीक्रियते चेत् णत्वं भवति बट् विसर्गस्य स्थाने सकारस्य गुणधर्मः अस्मिन् आदेशे कृते ऊरः लेट् मी ट्रै बगिनि उरः योगः क अण्ड् देन् विसर्जनीयस्य सः उरस् अण्ड् देन् कुप्पो कप्पौ च इत्यनेन जिह्वामूल्य इट्स् अगेन् विसर्ग देन् सोपदादौ इत्यनेन विसर्गस्य सकारः विधीयते अगेन् अस्मिन् आदेशे कृते उरः इत्यत्र विसर्ग अन्तत्वम् अयं गुणधर्मः. सो सोपदादौ इत्यनेन सकारः विधीयते जिह्वामूल्यस्य स्थाने जिह्वामूल्यः इति विसर्गः एव न, न, न, न, न, पुनः पठतु भगिनी तत्र यूडः योगः ऊरः योगः ख आम् इति प्रथमं विधीयते प्रथमं ससजुषो रुः इत्यनेन उरस् इति कृते सर्वं त्यजतु योगः उरः योगः तस्य सूत्रस्य प्रसक्तिः प्रथमं ककारः परः अस्ति भगिनि सो करवसानयो विसर्जनीयः न विसर्जने अस्ति सः इत्यस्य तदेव दत्तं किल विसर्जनीयस्य सः इत्यस्य सूत्रस्य प्रसक्तिः प्रथमं तस्य अपवादः बट् बिफोर् दट् करवसानयो विसर्जनीयः इत्यनेन एव विसर्गः भवति देन् विसर्गस्य स्थाने विसर्जनीयस्य सः इत्यनेन सकार आदेशः प्राप्ते इत्युक्ते प्रसक्तिः अस्ति परन्तु न भवति ओ ओके अपवादत्वेन कुप्पोकप्पौ च इत्यनेन विसर्गस्य जिह्वामूल्ये प्राप्ते तस्यापि अपवादत्वेन ओ तस्यापि अपवादत्वेन सोपदादौ इत्यनेन विसर्गस्य सकारः विधीयते फैनलि विसर्गस्य सकारः ओके उरः योगः ख इति कृते उरस् इति सोपदादौ इत्यनेन विसर्गस्य सकारः विधीयते अस्मिन् आदेशे उरः इत्यस्य विसर्ग अन्तत्वम् अयं गुणधर्मः उरस् इत्यत्र न स्वीक्रियते उरः इत्यस्य विसर्ग अन्तत्वम् ओके उरः इति कृते विसर्ग अन्तः अस्ति विसर्ग अन्तत्वम् विसर्गस्य गुणधर्मः उरस् इत्यत्र न स्वीक्रियते यदि तादृशं क्रियेत If it is done, okay, तर्हि व्यूडोरस्केन इत्यत्र सकारस्य अट्कु प्रत्याहारत्वं स्वीकृत्य अट्कुप्पाङ्नुं सकारस्य विसर्गानुगुणम् ओ इफ् ऐ से विसर्ग इति चिन्तयामि चेत् देन् अट्कुप्पाङ्गुम् आङ्नुम् इत्यनेन नकारः भवति बट् व्यूडोरस्केन इति कृते नत्वं न भवति किमर्थम् इति चेत् विसर्ग सकारस्य स्थाने विसर्ग इति गुणत्वं न प्राप्यते स्थानिवद्भावः न प्राप्यते क्षम्यतां भगिनि तत्र विषयः तु बहु सरलमेव तत्र लेखन तत्र यदा वयं बहुवारं पठामः अभ्यासेन सिद्ध्यति तत्र प्राप्ते इत्युक्ते प्रसक्तिः अस्ति अपवादत्वेन कुप्पोकप्पोच विसर्गस्य जिह्वामूल्ये प्राप्ते अपवादत्वेन सोपदादौ इत्यनेन विसर्गस्य सकारः तदेव अन्तिममेव स्वीकरणीयं तावदेव चत्वारः बिन्दवः समाप्तः अस्तु इत्संज्ञायाः स्थानिवद्भावः अस्माकं विषयः नास्ति इदानीम् अतः तद् त्यजामः एतावत् स्पष्टमस्ति वा तत् स्थानिवद्भावः इत्यस्य औट्लैन् एव यत् किमपि वयं पठितवन्तः बहु किमपि शास्त्रीयचिन्तनं सर्वं वयं न कृतवन्तः इदानीं पर्यन्तम् अवगच्छति चेत् अस्माकं कक्षा वर्गे तु अस्तु अत्र करपत्रे कुत्र पठनीयम् इत्युक्ते तत्र कथधातोः अन्तिमभागः अथो लोपः इति स्टार् मार्क् अस्ति तस्मात् तदेव पठित्वा वयं मित् धातवः पठामः विजया भगिनी पठति वा द्वितीयम् इति मित् दातवः तस्मात् पूर्वम् एकः परिच्छेदः सूत्राणि तु परिचितानि अतः अहं सर्वं त्यक्त्वा अग्रे गच्छामः. प्रश्नः अस्ति चेत् पृच्छतु. विजया भगिनी, प्राप्तं वा? न प्राप्तं भगिनि. कुत्र मित् दातवः इति द्वितीयबिन्दुः अस्ति किल, प्रेरणार्थे पुस्तके करपत्रे क्षम्यतां मित् दातवः इति अन्तिमबिन्दुः दातुः अन्तिमबिन्दुः अस्ति. तस्मात् पूर्वम् अतो लोपः इति स्टार् मार्क् अस्ति. अहं बहिः तञ्जावूर् मध्ये अस्मि भगिनि. भवती अन्वेषयतु, किञ्चिदेव अवशिष्टम्, अनन्तरं नूतन करपत्रं पठामः. अन्य कोऽपि प्राप्तवन्तः चेत् पठन्तु. आं भगिनि, मया प्राप्तं, पठामि वा? मम समीपे अस्ति भगिनि, पठामि. आं भगिनि, अतो लोपः भगिनी, अहं स्वीकृतं, मया स्वीकृतम्. अस्तु, अरुणा भगिनी प्रायः समापयति, अनन्तरं भवती मित् दातवः पठतु. आम्, अरुणा भगिनी पठतु. अतो लोपः षष्ठाध्याये चतुर्थपादे अष्टचतुर्विंशतितम सूत्रे प्रश्नः उदेति, किमर्थम् उपदेशे इति उक्तम्. उत्तरम् एव यत् अनुवृत्तौ उपदेशे इति यदि नाम इति न अभविष्यत् तर्हि कासुचित् स्थितेषु अनुपदेश अवस्थायाम् इष्टं रूपं न प्राप्यते. यथा भवादिगणे ऐ गतौ इति धातुः, उदाहरणार्थं कश्चन आर्धधातुप्रत्ययः अस्ति. सूत्रमस्ति अतो लोपः. अत्र सूत्रं पुनः पठामि. सूत्रदृश्यते अत्र प्रश्न उदेति, किमर्थम् उपदेशे इति उक्तं. सूत्रमस्ति अनुवृत्तौ उपदेशे इति न भवति चेत् कासुचित् स्थितेषु इष्टरूपं न प्राप्यते. ततः उदाहरणं दत्तं, भवादिगणीय ऐ गतौ इति धातुः, ऐ योगः क्विप् प्रत्ययः, आर्धधातुकप्रत्ययः, अनुबन्धलोपे ऐ योगः वकार लोपो व्योर्वलि इत्यनेन यकारलोपः, आयोगः वा अतो लोपः इत्यनेन आलोपः, वेरपृक्तस्य इत्यनेन वकारलोपः शून्यम् अवशिष्यते. ओके, वयं प्रकरे अयं योगः किप् प्रत्यय आधुधातुकप्रत्ययपरे किं भवति अतो लोपः सूत्रं कार्यं करोति चेत् अनुबन्धलोपानन्तरं प्रत्यये यकार एव वकार एव अवशिष्यति. ककार लसत्पदितरेण भवति, वकारः अलन्तम् इति चेतेन भवति. ई अपि उच्चारणार्थम् इति अहं मन्ये, वा एव अवशिष्यति. अत्र लोपो व्योर्बलि इत्यनेन यकार अपि लोपः भवति, ऐ स्थान अकार यकार अपि भवति. तदनन्तरम् आ योगः एव अस्ति. अधुना अतो लोपसूत्रं स्वीकृत्य कार्यं करोति चेत् आलोपः इति आलोपः अपि भवति, वेर प्रकृतस्य इत्यनेन वकारलोपः भवति. तत्र शून्यमेव अवशिष्यते, न धातु किमपि रूपं नास्ति. अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते. उपदेशे अस्ति चेत् आलोपः न भवति, यतोहि आ इति उपदेश अवस्थायां नास्ति. क्षम्यतां भगिनि, उपदेशे धातुः ऐ अस्ति, उपदेशे अतः उपदेशे नास्ति चेत् इष्टरूपं न प्राप्यते. तत्र धातुः कः? ऐ दातु, अत्र उपदेशे अकारः अस्ति. सत्यम्, ऐ इति धातुः, अत्र अकारः अस्ति, अकारः उपदेशे अस्ति. तस्य लोपः, अत्र लोपः इति सूत्रेण कुर्मः चेत् आ इति उपदेश अवस्थायां अतः उपदेशे नास्ति चेत् इष्टरूपं न प्राप्यते. उपदेशे अस्ति चेत् आलोपः न भवति, यतोहि आ इति उपदेश अवस्थायां नास्ति. सत्यं किल, इदानीम् उपदेश अवस्थायाम् अकारः नास्ति, लोपोभ्योर्वलि इत्यनेन यकारलोपः कृतः. ओ ओ ओ, इदानीम् अकारः एव अवशिष्यते. तद् अकारः उपदेश अवस्थायां नास्ति इति कृत्वा अतो लोपः इत्यनेन अकारलोपः न भवति. सर्वं लोपः भवति चेत् शून्यमेव अवशिष्यते. इदानीं तत्र इत्युक्ते प्रक्रिया का इति अग्रिमम्, अकार अकारयो, इदानीम् अकारः लोपोभ्योर्वलि इति यकारलोपः लोपं कृत्वा अकारः अवशिष्यते, अकारयोगः वकारः. इदानीं किं भवति अत्र? आयोगः वा अस्वस्थपिति कृते तुक् इत्यनेन तुक् आगमः भवति. तुक् चित् अस्ति, अन्तिमवर्णस्थले अच्छवर्णात् भवति. अत् योगः वेदप्रकृतिश्च इत्यनेन वकारलोपः, अत् इति इष्टं रूपं प्राप्तम्. अस्माकम् इष्टं रूपम् अस्ति एव. उपदेशे ऐ इति अस्ति, न केवलं तदेव अतो लोपः न कार्यं करोति. अतो लोपः इति उपदेशे किमर्थम् उक्तम् इत्येव प्रश्नः. तदेव, धन्यवादः भगिनि. विजया भगिनि, निर्दातवः द्वितीयबिन्दुः एव खलु महोदय? द्वितीयबिन्दुः मित् दातवः गोदिगणे गणे अदुपदधातवः सन्ति, तेषाम् उपदाय अतः वृद्धिः भवति अत उपदायाः इत्यनेन, तदा मितं ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति. एते मित् दातवः इति उच्यन्ते. भ्वादिगणे चुरादिगणे केचन अदु उपदधातवः अत् उपदधातवः सन्ति, येषाम् उपदायाम् अतः इति धातुः वृद्धिः भवति अत उपदायाः इत्यनेन, मितां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति. पूर्वम् अत्र अधः दत्तम् अत उपदायाः उपदायाम् अतः वृद्धिः निति निति प्रत्यये परे अनिवृत्तिसहितसूत्रम् अङ्गस्य उपदायाः अतः वृद्धिः निति अस्ति चेत् भवति इति. अत्र इतोपि किञ्चित् तत्र दत्तं, भ्वादिगणे घटादयोः मितः इत्यनेन घट् आदिः येषां तेषां धातुसमूहस्य नाम घटादयः. अष्टात्रिंशत् धातवः सन्ति अस्मिन् अन्तर्गणे, छक् खक् अग् खग् रग् लग् षग् ष्टग् ह्वग् घट् नट् इति भवति. अत्र उदाहरणरूपेण अतः वृद्धिः अत्र अङ्गस्य उपादायाः अतः वृद्धिः निति एतत् विषये तत्र तत्र किञ्चित् इतोपि उदाहरणरूपेण दत्तं घट् योगः निच् अत्र अत उपादायाः घाट् इति भवति किमर्थं चेत् अत्र दीर्घः भवति अत उपादायाः इत्यनेन तत्र वृद्धिः भवति अतः अत्र घाट् योगः ई भवति ई इत्युक्ते अत्र निच् अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति इदानीं घाट् योगः ई भवति घाटि इति अत्र नूतन नूतनधातुः निष्पन्नम् अत्र इदानीं मितां ह्रस्वः इत्यनेन अत्र घाट् इति दीर्घ धातुः घटि इति रूपं स्वीकृत्य अनन्तरं निजन्तरूपेण घटयति इति भवति तादृशमेव व्यद् योगः निच् अत उपादायाः व्याद् इति अचोनिति इति सूत्रेण अत उपादायः तत्र वृद्धिः भवति अतः व्यद् इति रूपं व्याद् इति भवति अनन्तरं निच् इत्यनेन इकारः तिष्ठति अन्तिम तत्र नूतनरूपं नूतनधातुः तत्र निष्पन्नः व्याधि इति इदानीमपि मितं ह्रस्वः इति सूत्रं कार्यं करोति अतः व्याद् व्यात् इति अस्ति तत्र ह्रस्वः भवति अतः व्यति इति भवति अन्तिमरूपं निजन्तम् अस्ति व्यतयति इति तादृशमेव अन्य उदाहरणमस्ति प्रस् योगः निच् अत उपादायाः इत्यनेन प्रास् इति भवति अनन्तरं निच् इत्यनेन इकारः तिष्ठति इदानीं नूतनधातुः प्रासि इति भवति तत्रापि मितां ह्रस्वः इति सूत्रं कार्यं कृत्वा तत्र प्रसि इति भवति प्रसयति इति अन्तिमरूपं निजन्तरूपं निष्पन्नं किं भगिनि इतोपि पठनीयं वा भगिनी अस्ति वा आमाम् अस्मि म्यूट् मध्ये आसम् सम्यक् एव तत्र घटादयः मितः इति घट् आदिषां धातुसमूहस्य नाम गण तद् पूर्वमपि बहुवारं वयं पठितवन्तः अत उपादायाः इत्यनेन उपदावृत्तिः अनन्तरं मृतां ह्रस्वः इत्यनेन ह्रस्वः भवति इति अग्रे अपि पठतु भगिनि चुरादिगणे न अन्ये चुरादिगणे न अन्ये मितो हेति मितो हेतौ इत्यनेन षट् धातवः सन्ति ञप् यम् छः रः वल् अनन्तरं छिञ्ज् येषामपि उपादायाम् अतः वृद्धिः भवति अत उपादायाः इत्यनेन तदा मितां ह्रस्वः तत्र अपि कार्यं कृत्वा पुनः ह्रस्वः भवति एते मित् धातवः इति उच्यन्ते तादृशमेव पूर्वं दृष्टवन्तः तादृशमेव तत्र अत उपादायः इत्यनेन दीर्घः भूत्वा कार्यम् अधः भवति तत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र ञप् योगः निच् भवति तत्र अपि अत उपादायः इत्यनेन वृद्धिः भूत्वा ञाप् इति भवति इदानीं निच् मध्ये अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति ज्ञाप् योगः इ नूतनधातुः अत्र निष्पन्नं ज्ञापि इति इदानीमपि मितं ह्रस्वः इति सूत्रेण तत्र ज्ञापि इति स्थाने ज्ञपि इति भवति अनन्तरं निजन्तरूपं ज्ञपयति इति भवति यं योगः निच् तत्र अत उपादायः इत्यनेन यामि इति भवति मितां ह्रस्वः अत्र सूत्रेण कार्यं कृत्वा यमि इति भवति इदानीं निजन्तरूपं यमयति इति भवति पठामि वा भगिनि अत्र अत्र उपरि युक्तयो द्वयोः अनयोः ये धातवः सन्ति ते नित्यमित् धातवः अन्ये धातवः सन्ति ये नित्यं मित् न सन्ति केषुचित् निर्दिष्टेषु अर्थेषु मित् सन्ति, अपरेषु अर्थेषु एते मित् न सन्ति। एते मित् धातवः केवलं भुवादौ चुरादौ इति न, अपरेषु गणेषु अपि सन्ति, यथा द्विवादिगणे क्रयादिगणे च। सर्वे अधु उपदधातवः अपि न सन्ति, केचन अजन्तधातवः सन्ति, यथा द्रू क्रियादिगणे धरयति धारयति वा भवति। अन्यत् उदाहरणं मदी धातुः द्विवादिगणे, अर्षार्थे मित् अस्ति, अतः अत उपदायाः इत्यनेन वृद्धिः भवति। अत्र मद् योगः निच् मादि इति भवति, इदानीमपि मितं ह्रस्वः इति कार्यं कृत्वा मदि इति भवति, अनन्तरं निजन्तरूपं मदयति इति भवति। अपरेषु अर्थेषु अमित् इत्युक्ते मित् नास्ति, अतः मद् योगः निच् भवति, मादि अनन्तरं मादयति इति भवति। एवं रीत्या अनेकधातवः सन्ति ये अर्थम् अवलम्ब्य मित् सन्ति। एतत् सर्वं पूर्वम् एव दृष्टवन्तः। अत्र द्वयोः गणयोः ये धातवः सन्ति ते द्वे नित्यं मित् धातवः, अनन्तरं नित्यं मित् न इति धातवः सन्ति। अत्र पूर्वमेव वयं दृष्टवन्तः भुवादौ चुरादौ इति। इदानीं द्विवादिगणे अनन्तरं क्रयादिगणे अपि एतत् कार्यं भवति एव। अत्रापि अधु उपधातवः अपि न सन्ति, पूर्वं वयं दृष्टवन्तः, परन्तु इदानीम् एतत् न सन्ति इति। यथा द्रू क्रयादिगणे धरयति अनन्तरं धारयति इति भवति, अत्र गुणः भूत्वा द्रू इति अर् भूत्वा उरण्ड्रपरः इति कार्यं कृत्वा अत्र धरयति धारयति इति भवति। अन्यत् उदाहरणं मदी धातुः दिवादिगणे अपि, एतत् अत्र अपि मद् योगः नीच् भूत्वा तत्र उपादायः दीर्घः भवति, अतः तत्र मादि इति भवति। मितां ह्रस्वः भूत्वा मदि इति भवति, मदि मदयति इति। अन्येषु अर्थेषु अमित् अत्र मित् नास्ति, अतः मादि मादयति इति रूपं द्वयं भवति। तावदेव खलु महोदय? तावदेव। केचन धातवः नित्यं मित्, केचन तु एतादृशं तत्र विशेषनियमेन मित् भवति। समीचीनं, धन्यवादः। परिसमाप्तिः अनेन क्रीडार्थे निच् प्रकरणं समाप्तम्। सामान्यधातूनां किं किं कार्यं भवति इति अस्माभिः दृष्टं। तत्र अचोनिति अत उपादायाः पुगन्तलघुपदृश च इति सूत्रत्रयेण कार्यं साधितं। सामान्येषु पुगागमः अपि दृष्टः। तदा अजन्तधातूनां विशेषरूपाणि परिशीलितानि। तत्र पुक् युक् लुक् जुक् शुक् इति आगमाः वीक्षिताः। परं हलन्तधातूनां विशेषेषु कुत्र च कुत्र व त प घ वकार तकार पकार घकार इत्यादयः आदेशाः विहिताः, अनन्तरं कुत्र नुमागमः पुगागमः च विहितः इत्यपि अवलोकितम्। अधुना निष्प्रसङ्गे सर्वमेव जानन्ति। एवं एकोऽपि धातुः न वर्तते यस्य निजन्तरूपम् अस्माभिः न ज्ञायेत। वयं सम्पूर्णं निच् प्रकरणं वयं दृष्टवन्तः। तत्र प्रेरणार्थके पूर्वं वयं दृष्टवन्तः, तत्र स्वार्थे इदानीं प्रेरणार्थे निच् सर्वं ज्ञातवन्तः। तत्र कुत्र सामान्यसूत्रमस्ति अचोणीति अथ उपदाय इति पुगन्तलघुपदृजि इति सूत्रं सूत्रत्रयेण कार्यं भवति। परन्तु विशेषधातुषु कुत्रचित् पुगागमः भवति, युगागमः भवति, लुगागमः भवति, युगागमः भवति, शुकागमः भवति इति, कुत्रचित् वकारादेशः भवति, तकारादेशः भवति, पकारादेशः, घकारादेशः इत्यादेशाः भवन्ति, नुमागमः कुत्र भवति इति इति वयं दृष्टवन्तः विभिन्नैः सूत्रैः कुत्र कुत्र भवति इति वयं निजन्तप्रकरणं सर्वं ज्ञातवन्तः निजन्तप्रकरणस्य रूपं निजन्तरूपम् इत्येव अस्ति अचोनिति अत उपादायाः पुगन्तलघुपदस्य च इत्येव मुख्यम् अन्यत् सर्वं तु विशेषरूपाणि एव समीचीनम् अग्रिमकरपत्रं पठामः वा कर्मणि भावे च इति नूतनविषयः इदानीं महोदय भवान् एव आरम्भं करोति वा अस्तु कर्मणि भावे च इति भावार्थे कर्मण्यर्थे च यः प्रत्ययः धातुभ्यः विधीयते सः आर्धात्मसंज्ञकः इति कारणतः इष्टरूपाणां साधनार्थम् आर्धात्मकप्रक्रिया उपयुज्यते आर्धात्मकप्रक्रिया इत्यस्मात् धातुगणचिन्तनं न भवति सर्वे उपद्विसहस्रं धातवः अन्तिमवर्णम् अधिकृत्य श्रेणीक्रियन्ते यक् प्रत्ययश्च वलादिः नास्ति इत्यस्मात् इडागमः न भवति कुत्रापि इति अत्र भावार्थे कर्मण्यर्थे तत्र धातुभ्यः या प्रत्यय विधीयते य तत्र यक् इति प्रत्ययः तत् आर्धात्क इति कारणतः तत्र आर्धात्कप्रकरणस्य आर्धात्कप्रक्रिया एव उपयुज्यते तत्र आर्धात्कप्रक्रियायां तत्र सामान्य गण सर्वदा गणचिन्तनं न भवति धातु कस्मिन् गणे अस्ति इति तत्र तादृशचिन्तनं न आवश्यकमस्ति किमर्थमिति अत्र विकरणप्रत्यय गणविकरणप्रत्ययः न भवति इति अस्ति अपि च यदि यत् अत्र यक् इति प्रत्ययः अस्ति भावार्थे कर्मण्यर्थे इति भवति तद् यकारादि अस्ति वलादिः नास्ति अतः आर्धात् कीड् वलादिः इत्यनेन तत्र तत्र इडागमः न भवति कुत्रापि यः तिङ् अथवा कृत्प्रत्ययः धातोः परः वर्तते स च भाववाचि कर्मवाचि वा चेत् धातोः यक् प्रत्ययः विधीयते सार्धातुके यक् इति सूत्रेण अतः तत्र भावार्थे कर्मार्थे कृत्प्रत्यय यः तिङ् अथवा कृत्प्रत्यय धातोः परः वर्तते तिक् वा भवतु अथवा तिङ् कृत् वा भवतु तत्र भाववाचि कर्मवाचि चेत् तत्र सार्वात्मक इति सार्वात्मकप्रत्ययः अस्ति चेत् तत्र यक् विधीयते यक् इति कश्चन आर्वात्मकप्रत्ययः विधीयते सार्वात्मके यक् इति सूत्रेण तत्र तृतीय अध्यायस्य प्रथमपादस्य सप्तषष्टितमं सूत्रमस्ति धातुभ्यः यक् प्रत्ययः भवति पठामि वा भगिनि तत्र आं महोदय आम् आं प्रथमसूत्रं पठतु महोदय सार्धधातुके यक् सार्धधातुके यक् इति तृतीयाध्यायस्य प्रथमपादस्य सप्त सप्तषष्टितमं सूत्रमस्ति धातुभ्यः यक् प्रत्ययः भवति भाववाचिके कर्मवाचिके च सार्धधातुके प्रत्यये परे सार्धातुके सप्तम्यन्तं यक् प्रथमान्तं द्विविधमिदं सूत्रं छिन् भावकर्मणोः इत्यस्मात् भावकर्मणोः इत्यस्य अनुवृत्तिः धातोः एकाचो हलादे क्रियासमव्यवहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः प्रत्ययः इत्यस्य अधिकारः परश्च इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति धातोः यक् प्रत्ययः परश्च भावकर्मवाचिनि सार्वात्मिके प्रत्यये परे इति तत्र सार्वात्मिके प्रत्यये परे तत्र भावकर्मवाचिनि सार्वत्रिके प्रत्यये तद् सार्वत्रिके प्रत्यये परे भावकर्मणोः भाववाचि भाववाचकात् अथवा कर्मवाचकात् तत्र यक् प्रत्ययः भवति इति अस्ति अतः धातोः परः यक् प्रत्ययः भवति इति अस्ति सार्वधातुके इति किमर्थं महोदय तत्र तु तत्र सार्वात्मकप्रत्यये परे एव भवति यक् प्रत्ययः अत्र भावकर्मणोः तत्र भाववाचि अथवा कर्मवाचि कर्मणि अथवा भावे तत्र सार्वात्मकप्रत्ययः भवतु अथवा तिङ् प्रत्ययः भवतु तथा तत्र यक् प्रत्ययः भवति सत्यं यद्यपि प्रक्रिया आर्धधातुकप्रक्रिया अस्ति चेदपि तत्र सार्वधातुकप्रत्यये परे एव यक् विधीयते अस्माकं तिङ् इति प्रत्ययः सार्वधातुकः अनेन तत्र कर्मणि विवक्षायाम् अथवा भावविवक्षायां भावकर्मणोः तत्र यस्य इति समीचीनं किल। तर्हि तत्र केवलं सार्धातुकतिङ्क्षत्येषु एव भवति, तत् आर्धातुकतिङ्क्षत्येषु न भवति, न भवति। लट् लोट् लट् लोट् लिङ्ग् लिङ्ग् लङ् चतुर्षु चतुर्षु चतुर्षु तत्र एव यकारः यकारः विधीयते। अन्यत्र कुत्र किम् इति अग्रे आगच्छति, अग्रिमेषु पाठेषु तदस्ति, परन्तु अत्र सार्वधातुकप्रत्यये परे केवलं तत्र एव यक् आम् सार्वधातुककृत् शत्रुषाणुच्च तत्र अपि यक् एव विद्यते। सत्यं सत्यम् आम् धन्यवादः महोदय। अरुणा भगिनी अग्रिमसूत्रत्रयं वयं तिंशित् सार्वधातुकं धातोः विहितः तिंशित् प्रत्ययः प्रत्ययः सार्वधातुकसंज्ञको भवति। शकार यत् यस्य सः षित् बहुव्रीहिसमासः, तिङ् च षित् च तयोः समाहारद्वन्द्वः तिंशित्। तिंशित् प्रथमान्ते सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः। अनुवृत्तिसहितसूत्रं धातोः परश्च तिंशित् प्रत्ययः सर्वधातुकं, वयं पुनः पठितवन्तः तिंशित् सार्वधातुकमिति। धातोः तिङ् प्रत्यय वा षित् प्रत्यय विधीयते, ते सार्वधातुकसंज्ञा भवति, तिंशित् सार्वधातुकं भवति। तिङ् इति तप्तजि एकविंशति प्रत्ययः, षित् प्रत्यय अस्ति चेत् शत्रुषाणच् प्रत्ययः। अनुवृत्तिसहितसूत्रमस्ति धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम् इति संज्ञा भवति। आर्धधातुकं शेषः धातोः विहितः तिंशित् भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति। आर्धधातुकं प्रथमान्तं शेषः प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च धातुः इत्येषाम् अधिकारः। धातोरेकाचो हलादेः क्रियासमाभिहारेयम् इत्यस्मात् धातोः इति अधिकारः। अनुवृत्तिसहितसूत्रं धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्। अत्र धातोः विहितः प्रत्ययः तिङ् वा षित् नास्ति चेत् आर्धधातुकः आर्धधातुकसंज्ञा भवति प्रत्ययः। अतः अनुवृत्तिसहितसूत्रमस्ति धातोः परश्च शेषः प्रत्ययः आर्धधातुकम् इति। तिङ् भिन्न षित् भिन्न प्रत्ययाः अर्धधातुकसंज्ञकाः भवन्ति धातोः विहितः। अग्रे पठति अर्धधातुकं शेषः इति सूत्रे तत्र पठामि भगिनि। आर्धधातुकं शेषः इति सूत्रे धातोः इत्यस्य अधिकारः द्वयोः सूत्रयोः, अनेन च द्विवारं सूत्रे आयाति। फलम् एवम् अस्ति, यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात् धातोः इति उच्यते, स एव आर्धधातुकसंज्ञकः। अनेन गुप्तिजिभ्यः सन् इत्यस्मिन् यद्यपि सन् प्रत्ययः धातोः विधीयते, तथापि सूत्रे साक्षात् धातोः इति पदं न आयाति इत्यस्मात् सन् प्रत्ययः आर्धधातुकः नास्ति। तदर्थम् आर्धधातुकस्य द्वलादेः इत्यस्य प्रसक्ति नास्ति, यस्मात् सन् प्रत्ययः यद्यपि बलादि तथापि तस्य इरागमो न भवति, जुगुप्सते इति। ओके, आर्धधातुकशेषः इति सूत्रे धातोः यदधिकारः अस्ति, त्रिंशत् सार्वधातुकमपि धातोः इति पठनीयं, धातोः परस्य त्रिंशत् प्रत्ययः सार्वधातुकमिति, आर्धधातुकविशेषः अपि धातोः परस्य शेषः प्रत्ययः आर्धधातुकमिति इति कृत्वा गुप्तिजिग्भ्यः सन् इति, यद्यपि सन् दा प्रत्ययः धातोः विधीयते, अन्यप्रत्ययः अस्ति सन् प्रत्ययः धातोः एव विधीयते, परन्तु तथापि सूत्रे साक्षात् धातोः इति पदं न आयाति इत्यस्मात् सन् प्रत्ययः आर्धधातुकप्रत्ययः नास्ति. तदर्थम् आर्धधातुकस्य ज्वलादेः इत्यस्य प्रसक्तिः अपि नास्ति. ओके, सामान्यतया आर्धधातुकप्रत्ययः अस्ति चेत् प्रक्रिया किं भवति चेत् प्रथमम् आर्धधातुकबलादेः इरागमः भवति, परन्तु सन् प्रत्ययः आर्धधातुकप्रत्ययः नास्ति. किमर्थं चेत् सूत्रे गुप्तिजिग्भ्यः सन् अत्र धातु इति अनुवृत्तिः नास्ति, ततः सन् प्रत्ययः आर्धधातुकः नास्ति, अतः आर्धधातुकस्य द्वलादेः सूत्रमपि सन् प्रत्यये विषये न प्रवर्तते. सत्यं, तदेव समीचीनं. धातोः परस्य शेषः प्रत्ययः आर्धधातुकम् इति अनुवृत्तिसहितसूत्रमस्ति, धातोः इति अधिकारः अस्ति, तद् किमर्थम् इति प्रश्नं. तावदेव. कुत्र भवति कुत्र न भवति, स्पष्टमस्ति वा? आम्. समीचीनं, धन्यवादः भगिनि. उषा भगिनी अग्रे, यः प्रत्ययस्य स्वभावः. यक् प्रत्ययस्य स्वभावः, यक् प्रत्यये हलन्त्यम् इत्यनेन अनुबन्धककारस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन अनुबन्धस्य लोपे सति य इति अवशिष्यते. यक् प्रत्ययस्य कित्वात् त्रीणि विशिष्टकार्याणि भवति. ओके, यक् प्रत्यये कृते ककारस्य लोपः भवति हलन्त्यम् इति इत्संज्ञा सूत्रेण, तस्य लोपः अपि भवति. त्रीणि कार्याणि, त्रीणि यक् प्रत्ययस्य ककारः कित्वात् कित् प्रत्ययः भवति, कित् प्रत्ययत्वात् त्रीणि कार्याणि भवितुम् अर्हति, किङिति च इत्यनेन गुणनिषेधः, वृद्धिनिषेधः अपि. अनिदितां हल उपदायाः किङिति इत्यनेन अनिदिताम् अन् इति अन् इत् इति नाम धातूनाम् उपधाभूतस्य नकारस्य लोपः भवति. सम्प्रसारणं भवति सामान्यसूत्रद्वयेन, वचिस्वपि यजादीनां किति गृहीज्य वयि व्यधि वष्टि विचति वृष्टति पृच्छति बृज्जतीनां ङिति च इति सूत्रेण. कित् प्रत्ययेन त्रीणि कार्याणि सम्भवति, किङिति च इत्यनेन गुणनिषेधः अपि वृद्धिनिषेधः अपि भवति. अनिदितां हल उपदायाः किङिति इत्यनेन यस्य धातोः कृते अनिदितां धातूनाम् उपदाभूतस्य नकारस्य लोपः भवति, नकारस्य लोपः भवति यस्य धातु कृते इत् इति इत् नास्ति. सम्प्रसारणं भवति सामान्यसूत्रद्वयेन, वचिस्वपि यजादीनां किति इति सूत्रे उक्तं कित् प्रत्यय परः अस्ति चेत् वचिस्वपि यजादीनां किति इत्यनेन अपि च गृहीज्य वयि व्यति वष्टि विचति वृष्टति पृच्छति बृजदीनाम् इति धातोः कृते किति अथवा ङिति इति प्रत्ययः परः अस्ति चेत् सम्प्रसारणम् अस्ति इति त्रीणि कार्याणि सम्भवितुम् अर्हति. सत्यं, तत्र यदा वयम् सार्वधातुकप्रत्ययः विषये दृष्टवन्तः तत्रापि त्रीणि कार्याणि समान त्रीणि कार्याणि तत्रापि भवति, तत्र परन्तु एकः एव भेदः आसीत्, किम् इति स्मरति वा? सार्वधातुक गुणनिषेधः. ओके, अनिदिता माला उपादायाः किम् इति सामान्यसूत्र बचिस्वपि सम्प्रसारणमपि अस्ति. अनिदितां धातूनाम् उपदाभूतस्य नकारस्य लोपः भवति तिङ्क्षित् कृते वा अनिदिता माला उपादायाः किम् इति 6424 तस्य कृते अपि भगिनि अनिदिता माला उपादायाः किम् इति सार्वधातुके भवति वा? अत्र निमित्तं कित्ङित् भवति, कित्ङित् भवति सार्वधातुके इति न उक्तं. सो कित् अथवा ङित् प्रत्ययः अस्ति चेत् नकारस्य लोपः भवति अन् इति अन् इति धातु कृते आं भगिनि न इदित् देरपि सार्वधातुक अर्धधातुक अपि न भेदः वाट् एल्स् इस् देर् न स्मरामि अन्ये किं चिन्तयन्ति तत्र इतोपि एकः एव भेदः तावदेव तदपि अहं उक्तवती गुणवृद्धिनिषेध उपादायं कीदृश प्रत्ययः यक् इति आर्धधातुकप्रत्ययः तिङ् नास्ति षित् नास्ति देन् भावकर्मणोः इत्यनेन एव भाव अथवा कर्म अर्थे एव विधीयते प्रत्ययः यक् कित् प्रत्ययः आम् इदानीं चिन्तयतु तस्मिन् एव मार्गे यक् साक्षात् कित् प्रत्ययः अतः त्रीणि कार्याणि विधीयन्ते तत्रापि त्रीणि कार्याणि एव विधीयन्ते परन्तु एकः इतोपि एकः मार्ग इतोपि एकं सोपानं पूर्वम् आसीत् तद् कित् तावदेव अन्ये स्मरन्ति चेत् वदन्तु वयम् अग्रे कर्तुं शक्यते भगिनि गुणनिषेध इति केन गुणनिषेधः इकः इकः गुणनिषेधः धातोः कृते इकः अस्ति चेत् तत् गुणनिषेधः गुणनिषेधः किम् इति च इति गुणनिषेधः भगिनि कित् प्रत्ययः परः अस्ति चेत् गुणनिषेधः सार्वधातुकप्रत्ययविषये गुणनिषेधः सार्वधातुकप्रत्यय कृते कित् ङित् ओ दट् इस् ओन्लि ङिति निति अत उपादायाः दट् इस् वृद्धि भवति देन् पुगन्तलघुपदस्य चापि गुणः भवति देन् सार्वधातुकम् अपित् इत्यनेन ङित् भवति तदेव भेदः किल दट् इस् फार् ङित् प्रत्ययः भगिनि नाट् फार् कित् किं भगिनि तत्र यदा वयं मम प्रश्नः कः वाट् इस् द डिफरेन्स् बिट्वीन् सार्वधातुक अर्धधातुक प्रत्ययः अत्र त्रीणि कार्याणि ओ दट् सार्वधातुकम् अपित् इति ङित् भवति एकनिमिषम् अहम् एकनिमिषं पुनः आगच्छामि क्षम्यतां, तत्र सार्वधातुकप्रत्ययः अस्ति चेत् अपित्प्रत्ययः अस्ति चेत् वयं किं कुर्मः? सार्वधातुकम् अपित् इत्यनेन नित्वत् कृत्वा अनन्तरं निति च इत्यनेन गुणनिषेधः कुर्मः, तावदेव. परन्तु आर्धधातुकः अस्ति चेत् साक्षात् तत्र निति च इत्यनेन गुणनिषेधः अथवा वृत्तिनिषेधः भवति, तावदेव भेदः. ओके, मम चिन्तनं कित् प्रत्ययः अस्ति चेत् बिट्वीन् सार्वधातुक. ओके, मै क्वेश्चन् वा सार्वधातुक आर्धधातुकयोः भेदः भेदः. समीचीनं भगिनि, धन्यवादः. विद्या भगिनी, पदस्य निर्णयः. आं महोदय, पदस्य निर्णयः आवे योगी सर्वयोगी अत्र भावकर्मणोः प्रथमपादे द्वितीय तृतीय अध्य प्रथम अध्याये तृतीयपादे त्रयोदशतम इति सूत्रमस्ति. अत्र एतत् सूत्रेण भावकर्मणोः विहितस्य लस्य तिप् आदयः आत्मनेपदिनः भवति. अष्टादश इति पूर्वमेव वयं दृष्टवन्तः एतद् विषये. भावश्च कर्मश्च तयोः इतरेतरद्वन्द्वः भावकर्मणि तयोः भावकर्मणोः भावकर्मणोः सप्तम्यन्तं द्वितीय सप्तम्यन्तं द्विवचनम् एकपदमिदं सूत्रम्. अत्र विषयसप्तमी अस्ति. अनुदात्तनित आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं भावकर्मणोः आत्मनेपदम् इति भावकर्मणोः आत्मने अनुदात्तनित इति अनुदात्तनित् आत्मनेपदम् इत्यस्मात् आत्मनेपदं भवति. यत्र भवति चेत् भावकर्मणोः विहितस्य लस्य इति अधिकारे लस्य इति अधिकारे तिप् आदेः तिप् पर्यन्तं महिङ् पर्य तिप् आरभ्य महिङ् पर्यन्तम् आत्मनेपदिनः भवन्ति. परन्तु अत्र विवक्षायाम् अनुसृत्य कार्यं भवति. अत्र अनुवृत्तिसहितसूत्रं भावकर्मणोः आत्मनेपदम् इति. इदानीं पुरुषनिर्णयः वचननिर्णयः च अकर्मकधातूनां भावप्रयोगः भवति. सकर्मकधातूनां कर्मणि प्रयोगः भवति. भावप्रयोगे तिङन्तरूपाणि केवलं प्रथमपुरुषस्य एकवचने एव भवन्ति. कर्मणि प्रयोगे तिङन्तरूपाणि त्रिषु पुरुषेषु त्रिषु वचनेषु च भवति. अत्र पुरुषनिर्णयः वचननिर्णयविषये तत्र किञ्चित् उक्तम्. अकर्मकधातूनां भावप्रयोगः अकर्मकधातूनां भावप्रयोगः भवति. सकर्मकधातूनां कर्मणि प्रयोगः भवति. भावप्रयोगे तिङन्तरूपाणि कुत्र भवति चेत् तत्र प्रथमपुरुष एकवचने एव भवति भावप्रयोगे. इदानीं कर्मणि प्रयोगे स्वीकुर्मः चेत् तिङन्तरूपाणि त्रिषु लिङ्गेषु अपि भवति, त्रिषु पुरुषेषु अपि भवति, त्रिषु वचनेषु अपि भवति इति तत्र समीचीनं. तदेव वयं यदा वयं कर्मणि प्रयोगं जानीमः तदेव किल भावे प्रयोगे प्रथमपुरुष एकवचनरूपं तिङन्तरूपं, कर्मणि प्रयोगे तु त्रिषु यदा वयं सामान्यं कात्तरिप्रयोगं पश्यामः तादृशमेव कर्मणि प्रयोगे अपि. परन्तु भेदः कः इत्युक्ते भावकर्मणोः आत्मनेपदमेव भवति भावकर्मणोः इति सूत्रेण. समीचीनं भगिनि, धन्यवादः. रघुपतिमहोदय, यक्प्रत्ययस्य लकारनिमित्तिकं वैशिष्ट्यं? यक्प्रत्ययस्य लकारनिमित्तीकृत्य वैशिष्ट्यम् उक्तं यत् सार्वधातुके यक् इत्यनेन धातुभ्यः यक् प्रत्ययः भवति. यक् प्रत्ययः भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे. अत्र ध्येयं यत् लकाराः अपिप्रत्ययाः दशलकाराः सन्ति, सर्वे च आदौ आप्रातसंज्ञकाः, तदा येषां लकाराणां स्थाने ये अष्टादश तिङ्प्रत्ययाः आदिष्टाः ते च तिङ्क्षित् सार्धात्कम् इत्यनेन सार्धात्कसंज्ञकाः, तदा लिट् च लिङ्गाशिषी इति सूत्राभ्यां लिट्लकारस्य आशीलिङ्गकारस्य च स्थाने ये अष्टादश तिङ्प्रत्ययाः आदिष्टाः ते च अपवादत्वेन आर्धात्कसंज्ञकाः, अनन्तरं शतासि लृटोः इत्यनेन लुटि लुङि च परे धातुतः स्य लुटि परे धातुतः तास् भवति, अनुवैत्यसहितसूत्रं लृ लुटोः धातोः परश्च शतासी प्रत्ययौ, अनेन लृट् लृङ् इत्यनयोः स्याप्रत्ययः लुट्लकारस्य च तास् प्रत्ययः, श्लीलुङि इत्यनेन लुङि धातोः श्ली प्रत्ययः भवति, लुङ्लकारस्य चि प्रत्ययः, एवं यत् स्या सा श्ली एते त्रयः प्रत्ययाः न तिङ् न वाषित्, अतः तिङ्क्षित् सार्धातुकम् इत्यनेन नैव सार्धातुकाः अपि तु आर्धातुकं शेष इत्यनेन आर्धातुकाः, फलितात् एवं यत् लट् लोट् लङ् विधिलिङ् इत्येतेषां चतुर्णां लकाराणां तिङ् प्रत्ययाः सार्धातुसंज्ञकाः, लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ् इत्येतेषां षण्णां लकाराणां तिङ् प्रत्ययाः आर्धात्कसंज्ञकाः, तदर्थं सार्धातुके यक् इत्यनेन चतुर्षु एव लकारेषु यक् प्रत्ययः विधीयते, अवशिष्टेषु षट्सु भाववाचकानि कर्मवाचकानि च रूपाणि भवन्ति, किन्तु तत्र यक् प्रत्ययः न भवति इति अत्र उक्तं यत् सार्धातुके यक् इति प्रत्ययः अस्ति, तत्र यक् प्रत्ययः भवति भाववाचके कर्मवाचके, कर्मवाचके सार्धातुके प्रत्यये परे, तर्हि तत्र लकाराः अपि प्रत्ययाः एव सन्ति, परन्तु दशसु लकारेषु वयम् अस्माभिः ज्ञातं पूर्वमेव केवलं चत्वारः लकाराः तत्र सार्धातुकलकाराः, किमर्थम् इत्युक्ते तिङ्क्षित् सार्धात्कं तत्र सार्धात्कसंज्ञा भवति, तेषां स्थाने तत्र तिङ् प्रत्ययः अष्टादश तिङ् प्रत्ययः विधीयन्ते, तदा तेषां सार्धात्कसंज्ञा भवति, संज्ञकाः भवन्ति, यदा दशसु लकारेषु एव भवन्ति, परन्तु यदा तदा विधीयते तदा लिङ् लिट् च लिङ्गाशिषि इति सूत्राभ्यां साक्षात् यद्यपि तत्र सूत्राभ्यां तत्र अष्टादश तिङ् प्रत्ययाः लिट् लिङ् तद् आशीलिङ्ग् इत्येषु तत्र ते आराधसंज्ञकाः भवन्ति अपवादत्वेन इति अस्ति, अनन्तरं शतासि लुटोः इति इत्यनेन तत्र लिटि लिङ्गि लिटि लिङ्गि अपि च लुटि परे तत्र स्या इति अपि च तास् इति लुटि परे स्या तास् लृङ् अपि च लृट् इत्यस्य इति प्रत्ययो भवतः तत्र ते अपि च लुङ्गि श्ली इति भवति लुङ् लकारे श्ली अपि भवति, अतः ची प्रत्यय एते त्रयः प्रत्ययः अपि च श्ली श्ली इति स्या तास् अपि च श्ली इति एते त्रयप्रत्ययाः ते सार्वधिकाः सार्वधिकप्रत्ययाः न सन्ति, ते अतः आर्धातुकं शेष इति आर्धातुकाः, अतः तत्र केवलं चतुर्षु लकारेषु एव तत्र चत्वारः लकार एव सार्धातुक सार्धातुकसंज्ञकाः भवन्ति, अतः तेषु एव यक् इति सार्धातुक यक् इत्यनेन यक् विधीयते भाववाचकात् अपि च कर्मणि प्रयोगे कर्मवाचके सर्वे प्रथमं न भवति यद्यपि न भवति सत्यम्। प्रथमम् आर्धधातुकः सन्ति इति स्मर्तव्यं. दशलकाराः सन्ति, सर्वे प्रथमम् आर्धधातुकाः, आर्धधातुकसंज्ञकाः सन्ति इति बहु मुख्यमस्ति. अनन्तरमेव तस्य स्थाने यदा तिङ् वा तिङ् प्रत्ययाः विधीयन्ते तत्र तिंशत् इत्यनेन सार्वधातुकसंज्ञकः भवन्ति. अनन्तरं किं भवति इत्युक्ते तत्र यदा वयं लिट् लिङ् आशिषि तेषाम् आर्धधातुकसंज्ञा, अनन्तरं स्यतासि लु लृ लुटोः इत्यनेन लृटि लुङि स्य लुटि तास् चेतपि तिङ् वा षित् वा नास्ति, अतः तेषामपि आर्धधातुकसंज्ञा. अतः इदानीं 1, 2, 3, 4, 5 पञ्च गतम्. अनन्तरं श्ली लुङि तस्य षष्ठ, तदपि आर्धधातुकः. अनन्तरं यद् अवशिष्टं ते एव सार्वधातुकः. ते किम् इत्युक्ते लट् लोट् लङ् विदिलि, ते एव सार्वधातुकः. तेषां सार्वधातुकप्रत्यये परि इत्युक्ते भावकर्मणोः, अस्माकं विवक्षाभाव कर्म कर्मणः अस्ति चेत् तत्र यक् विधीयते, अन्यत्र तु यक् न विधीयते. तदपि बहु मुख्यं, यक् न विधीयते. समीचीनम्. अरुणा भगिनी पठति वा एतद् आधारीकृत्य अधिकृत्य ओके. किं पठनीयं भगिनि? एतत् अधिकृत्य अग्रे कर्मवाचकानां भाववाचकानां च रूपाणि द्वयोः समूहयोः विभज्यन्ते. लट् लोट् लङ् विधिलिङ् येषु लकारेषु यक् प्रत्ययः विधीयते. लिट् लुट् लृङ् लुट् लुङ् आशीर्लिङ् येषु लकारेषु यक् प्रत्ययः न विधीयते. अस्मिन् पाठे प्रथमतया तेषां लकाराणां रूपाणि साध्यायामः येषां कृते धातुभ्यः यक् विधीयते. अनन्तरमेव अवशिष्टानां यत्र यक् न विधीयते प्रथमे समूहे पुनः विभजनं क्रियते, यतोहि चुरादिगणे प्रक्रिया किञ्चित् भिन्ना, यतोहि स्वार्थे नीच् भवति. अतः चुरादिगणीयः गणीयाः धातवः पृथक्तया अवलोक्यन्ते. अपि च आर्धधातुकप्रक्रियायां यथा सामान्यं धातूनां विभजनं भवति. अन्तिमवर्णम् अधिकृत्य अजन्तानां हलन्तानां च पुनः अजन्तेषु आकारान्तः एजन्ताः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः च तदा हलन्तेषु विभागचतुष्टयं द्वात्ये धात्वादेशः सम्प्रसारणादि सम्प्रसारणे धातवः अनिदित् धातवः अवशिष्टधातवः च ओके. तदा सङ्ग्रहेण अत्र उक्तं कर्मवाचकानां भाववाचकानां रूपाणि द्वयोः समूहे कुत्र भवति इति यत् दत्तं. लट् लोट् लङ् विधिलिङ् येषु लकारेषु यक् प्रत्यय विधीयते, परन्तु लिट् लुट् लृङ् लुट् लुङ् आशीर्लिङ् येषु लकारेषु यक् प्रत्यय न विधीयते. सामान्यः तदेव भवान् उक्तवान् पठितवान्. अस्मिन् पाठे प्रथमतया लकाराणां रूपाणि साधयामः, तदनन्तरं येषां कृते धातुभ्यः यक् विधीयते, अनन्तरमेव अवशिष्टानां यक् यत्र यक् न विधीयते. प्रथमसमूहे दट् मीन्स् लट् लोट् लङ् विधिलिङ् विषये विभजनं क्रियते, यतोहि चुरादिगणे प्रक्रिया किञ्चित् भिन्नः अस्ति. किमर्थमचेत् स्वार्थे निच् भवति, अतः चुरादिगणीया धातवः पृथक्तया वयं पठिष्यामः. अपि च आर्धधातुकप्रक्रियायां यथा सामान्यं धातूनां विभजनमपि पूर्वमेव भवति. अन्तिमवर्णम् अधिकृत्य अजन्तदातवः हलन्तदातवः इति प्रमुख प्रथमविभजनम् अजन्तधातूनां कृते आकारान्त एजन्तदातः एकगृहो समूहः भवति. इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्त ऋकारान्तः. हलादिविषये धात्वादेशः सम्प्रसारण सम्प्रसारणिधातवः अनिधिधातवः अवशिष्टधातवः अपि वयं पठामः. सत्यं, तत्र वयं सार्वधातुकप्रत्ययान् स्वीकृतवन्तः चेत् तत्र चतुर्दश विभजनम् आसीत्. इदानीं तत्र किञ्चित् भिन्नरूपेण हलन्तेषु तु धात्वादेशः सम्प्रसारणीदातवः अनिदिदातवः इति एतादृशभेदाः, अजन्तेषु आकारान्त एजन्तः, तत्र कार्यं समानम् इति कृत्वा तादृश विभागः अत्र कृतवन्तः. अतः प्रथमपाठे तु वयं लट् लोट् लङ् विविलिम् इत्यस्मिन् विषये एव पठामः. अनन्तरं यदा तत्र यत्र न विधीयते तस्मिन् विषये प्रायः वयम् अग्रिमसप्ताहे, तस्मात् तत्र नूतनविषयः अस्ति, दीर्घमपि अस्ति, अतः वयं तत् अग्रिमसप्ताहे कुर्मः. एतावत् यत्किमपि अस्ति किञ्चित् पठन्तु, तत्र यदा वयं तत्र अवगमने सारल्यं भवेत्, कथं लेखनशैली कथम् अस्ति इति एकवारं द्विवारं पठामः चेत् तत्र अवगन्तुं शक्नुमः. तत् समीचीनमेव, यः प्रत्ययः एषः पाठः तु सम्यक् एव सरलमपि अस्ति. अस्तु, अद्य समापयामः वा? धन्यवादः, शुभ धन्यवादः, धन्यवादः, धन्यवादः भगिनि, धन्यवादः.